नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. अत्र प्रेरणार्थे निचि हलन्तदातवः इत्यस्मिन् पाठे स्मः. तत्र वयं रेफवकाराभ्यां पूर्वम् इक् इकः दीर्घः इत्यस्मिन् भागे स्मः. अत्र त्रीणि सूत्राणि, प्रमुखसूत्राणि त्रयं कथं कार्यं करोति इत्येव चिन्तनम् आसीत्. रोरुपदाया दीर्घः इकः इत्यस्मिन् सूत्रस्य विषये दृष्टवन्तः. तत्तु पदान्तकार्यं भवति. तत्र यत्र रेफान्तवकारान्तधातुः अस्ति चेत् उपधायाम् इक् वर्णस्य दीर्घादेशः भवति. पदस्य रोः धातोः उपधायाः इकः दीर्घः इति सूत्रस्य अनुवृत्तिः. तत्र पदान्त कार्यम् इति गृ धातुः स्वीकृत्य कथं रूपाणि सुबन्तेषु कथं रूपाणि निष्पाद्यन्ते इति दृष्टवन्तः. तत्र हली च उपधायाञ्च इति सूत्रद्वयमस्ति. हली च इत्यस्मिन् विषये गतसप्ताहे पठितवन्तः, इतोपि एकवारं पठामः. स्मर्तव्यं सूत्रत्रयमपि त्रिपाध्याम् अस्ति. तदापि रोरुपदायाः दीर्घः इकः इति सूत्रं पदान्ते कार्यं भवति. यद्यपि तद् हलि च उपधायां च अपि पदस्य इत्यस्मिन् अधिकारे सन्ति चेदपि तत्र निमित्तानि किञ्चित् विद्यन्ते. तदेव अद्य पश्यामः. क्रूधातुः तद् अभवत् अपदान्ते हलि च इत्यस्मात् पठामः. महोदय, भवानेव पठति वा तृतीयबिन्दुः? श्रूयते खलु? आम् श्रूयते एव. आम् आम् महोदय, श्रूयते. अष्टमध्यायस्य द्वितीयपादस्य सप्तमान्तानां वकारान्तां च उपदायां भवति अधिपदे एरविंशतदन्तस्य इत्यनेन तदन्तः सः गोः इत्यनेन तेषां दातुम् अन्ते रेफः वकारश्च तेषां ग्रहणम् अलि सप्तम्यन्तं च अव्यकरणं पिबतनिरम् इति धातो दुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः वेरुपदायाः गोरुपदायाः दीर्घः इकः इत्यस्य पूर्णते अनुवृत्तिः अनुवृत्ति गोः धातोः उपदायाः इकः दीर्घः हलिमनिमित्तं हलि अस्ति. उपदायां स्वीकृत्य शीर्षः भवति तस्य उपकारवेपान्तधातोः इकः उपदायां स्थितः इकः दीर्घः भवति हलिपदे. अस्तु अग्रे, इदं सूत्रं पदस्य इत्यस्य अधिकारे अस्ति. पदान्ते एव भवति वा हलिज इत्यस्य सामर्थ्येन अपदान्ते इति भवति. जलोजति अपि तथा यदा कदापि अग्रे निमित्तमस्ति तदा बलात् अपदान्ते इति भवति. यत्र सप्तमन्तं निमित्तम् अस्ति तत्र पदस्य इति न गच्छति यदि तस्य अधिकारे स्यात्. अत्र पदस्य इति यद्यपि सप्तम्यन्तनिमित्तमस्ति तर्हि तेन बलेन तत्र अपदान्ते अपि भवति यद्यपि एतत् सूत्रं पदस्य इति अधिकारे अस्ति. जलो जलि इत्यपि तादृश जलिपदे जलो जलि इति किं भवति सकर्तरूपा वा जलो जलि न जाने अन्यत् दर्शयामि किमपि आसीत्. जलो जलि इति सकारचलो सवर्णे जलो जलि सवर्णे जलो जलि सवर्णे क्षम्यतां सवर्णे जलि नाम जिल् इति इदानीं जिल् योग टि इति अस्ति. जिल् योग षण् योग टि इति इदानीं षण् इति तत्र अपि तस्य कृत्वा तत्र जृ योग य योग टि इति अस्ति. इदानीं हलि अस्ति, यकार हल् अस्ति. इदानीं दीर्घकारं धातोः इत्थं भवति ऋदयि धातोः इत्यनेन ऋदन्तधातोः तीत्वं ति योगयति जाते उरङ्गप्रयत्नेन ऋदन्तस्य स्थाने यः अण्डस्यादिकायितोपरमः गिर् योगयति इदानीं रेफा अस्ति उपधायाम् इकारः अस्ति परे अलि हल् वर्णः अस्ति यकारः अतिचैत्यनेन अलिपरे रेफान्तधातोः गिरिति धातुः अस्ति उपधाभूतकारस्य जीर्ध भवति जीरि जीर्यति अत्र प्रश्नः उदेति अलि इत्यनेन परसप्तमी अतः तस्मिन् निजे विशिष्टे पूर्वचित्तनेन औद्योगिकपूर्वस्य एव कार्यं स्यात् तत्त्वकार्यम् उपधाभूतस्य इकारस्य दीर्घत्वं कार्यकारणयोः इकारयकारयोः मध्ये रेपो वर्तते अतः अव्यवहितत्वं नास्ति तथापि कार्यं किमर्थं येन न अव्यवधानं येन व्यवहृते अपि इति वचनप्रामाण्यात् कार्यम् इत्यपि उपधायाः सः गीतः यद्यपि हलि इत्यनेन तत्र वयं जानीमः तस्मिन् दृष्टे पूर्वचेतनेन साक्षात् पूर्वं भवेत् तर्हि तत्र यकारस्य व्यवहितमस्ति परन्तु एकं वचनमस्ति तत्र येन न अव्यवधानं न अव्यवधानं येन व्यवहितः अस्ति इति वचनसामान्य तत्र उपधायाः न भवति तत्र कथं महोदय तत्र जिर् योगः य योगः ति इति अस्ति तत्र हलि च इत्यनेन यकारः हल् इति कृत्वा तत्र उपधादीर्घः भवति रेपः अपि हल् वर्णः एव किल कथं वयं तत्र रोः धात्वोः हलि इति अस्ति किल तत्र विभक्तिः विभक्तिः का महोदय रोहधातोः इत्यनेन तत्र रोहधातोः इति तत्र षष्टि अस्ति धातोः हलि सप्तमी निमितसप्तमी अस्ति इति अस्ति रेफवकार रेफनवकारस्य उपादायः कीदृश धात्वः उपादायः इदानीं स्थानी इकः इति अस्ति तत्र इकः वर्णस्य उपादायः इकः वर्णस्य अतः रोः द्वात्रोः इति सामानाधिकरण्यम् अस्ति तयोः मध्ये किल सत्यम् अतः हलि इति यदपि वदामः तत् परसप्तमी एव भवेत् तत्र अनेन वयं रोः धात्वोः इति षष्टि द्विवचनम् अस्ति हलि इति सप्तम्याम् अस्ति अतः हलि परे हल् वर्णः परः अस्ति चेत् कीदृशधातुः रेपवकारान्तधातोः उपादायाः दीर्घः भवति इकः दीर्घः इति अवगन्तव्यः अतः तद् तस्य रोः धातोः इत्यनयोः मध्ये समानाधिकरण्यं हलि इति सप्तमी अत्र साक्षात् उक्तमस्ति किमर्थं तस्मिन् दृष्टे पूर्वचेति किमर्थं भवेत् तत् तादृश अस्ति वा साक्षात् उक्तमस्ति एका उपादायाः एका इति न न तत्र मध्ये किमर्थं न न तत्र मध्ये जी इति उपदा अस्ति इकारः रेफान्तधातुः अस्ति यकारः इति अस्माकं हल् हल् वर्णः परः अस्ति तत्तु जिर् इति धातोः अवयवः नास्ति किल तत्तु प्रत्ययस्य भागः यकारः अतः तत्र प्रश्नः भवति तत्र अव्यवहितपूर्वस्य अपि कार्यं भवति वा न वा इति तद् तदेव अग्रिमपरिच्छेदे उक्तमस्ति महोदय तत् पठतु अस्तु तस्मिन् निर्दिष्टे पूर्वस्य इत्यनेन अव्यवहितत्वं भवेत् किन्तु यत्र कार्यं दृश्यते अपि च अव्यवहितत्वस्य सम्भावना नास्ति तत्र व्यवहितः अपि कार्यं सिद्ध्यति अस्तु यः पुगन्तलघुभसृतिश्च इत्यनेन पुगन्तलघुभसृति च अङ्गस्य एकः गुणः साधनात्कारभूतयोगशाप्योगस्ति इति इदानीं तत्र भूतविषयं तत्र शाचित्परे पुगन्तलविभक्ति इत्यनेन बोधनं भवति एतादृशेषु स्थलेषु साधनात्कारयोः इत्यस्य परसत्तमित्वम् अतः कर्तुर्देशपूर्वम् इत्यनेन तत्र साक्षात् भवेत् परन्तु उपधायां स्थितस्य तत्र उपदस्य लघु लघु ईक्वर्णस्य गुणः भवति गुणः भवति यतोहि अव्ययितस्य सम्भावना नास्ति अत्र यत्र सम्भावना अव्ययितत्वं न भवितुमर्हति एतादृशप्रदेशे तत्र व्यवहिते अपि कार्यं भवति येन न अव्ययितानां येन व्यवहिता अपि इति वचनं सामान्यम् सत्यं कार्यं विष्यते अतः अव्यवहितम् अस्ति क्षम्यता व्यवहितम् अस्ति चेदपि तत्र कार्यं भवति सामान्यतया अव्यवहित परः अस्ति चेदेव निमित्तम् अव्यवहितपरं परे भवति चेदेव कार्यं किल परन्तु एतादृशस्थलेषु कार्यम् आवश्यकं कार्यम् इष्यते इति कारणेन व्यवहिते अपि कार्यं भवति अवगतं किल अवगतं भगिनी तत्र सामान्यतः तत्र चेत् कस्मिन्निश्च पूर्वचेति इति परिभाषा परिभाषा कृतमस्ति खलु सत्यं अनियमे नियमकारणे इति अस्ति इदानीं तत् अनियम तत्र एतादृशस्थितिः नास्ति साक्षात् उक्तमस्ति भवता तत्र किमर्थं तत्र भवति इति अस्ति मध्ये वर्णः अस्ति इति तस्मिन् इति निर्दिष्टे पूर्वस्य हलि परे हली च इति सप्तमी अस्तु तत्र निमित्तसप्तमी इत्यपि वयं स्वीकृतवन्तः तत्र हलि हल् वर्णः यकारः तदेव उपधाभूतवर्णस्य परः अस्ति वा नास्ति किल रेपः एव मध्ये अस्ति किल आम् तत्र परन्तु सूत्रे साक्षात् रेपवकार इति उक्तमस्ति खलु तस्य उपधायाः आम् रेपवकारधातोः धातोः रेपवकारः इति उक्तं रेपवकारः अपि हल् एव किल तदेव मम प्रश्नः अस्ति हल् एव किल तत्र किमर्थं तत्र न तस्य तद् वयमेव किमर्थं निमित्तरूपेण न स्वीकृतवन्तः इति तत्र यदा वयं तत्र रेपवकार धातोः इति षष्ठी हलि इति सप्तमी इति एतादृशं व्याख्यानं दृष्ट्वा वा वयमेव स्वयम् अवगम्य कार्यं कुर्मः चेत् सम्यक् एव परन्तु तत्र प्रश्नः सर्वदा आगच्छति एव किल हलि च इति सूत्रं हलि इति सप्तमी तत्तु साक्षात् परः नास्ति तत्र सामान्यपठनेन तत्र तादृशज्ञानं भवति सत्यं तदेव तद् उपधायां च यदा पठामः तत् एतदपि अवगन्तुं शक्यते तत्रापि पुनः फलि इत्यस्य अनुवृत्तिः आगच्छति तत्र किं कुर्मः तद् इति पश्यामः तस्मिन् समये प्रायः इतोपि स्पष्टता अरुणा भगिनी प्रश्नः अस्ति वा भगिनि न अवगतं हलिति इति पदं कार्यं ध्वनिः सम्यक् न आगच्छति एकनिमिषम् आं पुनः वदतु भगिनि हलि इति सप्तमी सत्यम् अत्र किमर्थं भवति भवति इति तत्र सामान्यतया यदा वयं हलि इति निमित्तसप्तमी हलि इति निमित्तसप्तम्याम् अस्ति परसप्तमी इति वदामः किल सप्तमी अन्तपदं परः अस्ति चेत् पूर्वं कार्यं भवति इत्येव अस्माकं नियमः किल तत्र तस्मिन् इति निर्दिष्टे पूर्वस्य इति परिभाषासूत्रेण अव्यवहित इत्युक्ते मध्ये किमपि अन्यवर्णः न भवेत् अव्यवहितपूर्वस्य एव कार्यं भवति इति सामान्यनियमः अस्ति. परन्तु अत्र यदा वयं जृयोगः ति इति स्वीकुर्मः ऋत इद्धातोः उरण्ड्रपरः सर्वं भूत्वा जिर्योगः य योगः ति तत्र रेपान्तवकारान्तधातुः यकारः पर तदेव हल् वर्णः अस्माकं निमित्तं हल् तत्र उपधाभूतवर्णः हल् वर्णः तयोः मध्ये रेपः अस्ति तद् व्यवहितमस्ति मध्ये अस्ति तद् तत्र तदापि कार्यं भवति वा इति प्रश्नः. तत्र यदा वयं कार्यम् इष्यते चेत् तादृशं भवेत् येन न व्यवधानं तेन व्यवहिते अपि न अव्यवधानं तेन व्यवहिते अपि कार्यं भवति इति प्रमाणम्. समीचीनं. विजया भगिनी पठति वा अपधान्ते? आम् आचार्य. इदानीम् अभवत् खलु? आं तद् महोदय पठितवान्. इतोपि एकः अपदान्ते इति अस्ति तस्मिन् इति निर्दिष्टे पूर्वस्य तस्मात् अनन्तरम्. आमामाम् अपदान्ते उपधायां च धातूनां यौ उपधा भूतौ रेपवकारौ हल्परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घः आदेशः भवति. सूत्रार्थे उपधा शब्दः रुवोर्वो इत्यस्य विशेषणं रोः तु षष्ठी द्विवचने अतः उपधायाम् अपि तथा षष्ठी द्विवचने यद्यपि सूत्रे सप्तमी एकवचनं दत्तमस्ति. उपधायां सप्तम्यन्तं च अव्ययं द्विपदमिदं सूत्रं सिपि धातोरुर्वा इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः उपधाय दीर्घ इकः इत्यस्य पूर्णतया अनुवृत्तिः मूलसूत्रे रोर्वो षष्ट्यन्तं धातोः इत्यस्य विशेषणं तदन्तविधिः इति कृत्वा धात्वन्ते इत्यर्थः. अत्र रोः इत्यनेन सम्बन्धषष्टि इकः इत्यनेन सह हलि च इत्यस्मात् हलि इत्यस्य अनुवृत्तिः विभक्तिपरिमाणेन षष्ट्यन्तम् अलः धातोः इत्यस्य विशेषणं तदन्तविधिः च अनुवृत्तिसहितसूत्रम् अलः धातोः उपधयोः रोः उपधायाः इकः दीर्घः इति भवति. अत्र उपधाया च इति धातुः उपधाभूतौ तत्र रेपवकारयोः पूर्वम् एतत् विषये दृष्टवन्तः. रेपवकारयोः हल् परे अस्ति चेत् एतत् ताभ्यां पूर्वं वर्तमानः इक् अस्ति चेत् एतत् दीर्घः भवति इति तत्र दत्तम्. तद् अनुवृत्तिसहितसूत्रं पठतु भगिनि एकवारं. हलः धातोः कुत्र अस्ति भगिनि अनुवृत्तिसहितसूत्रम्? हलः धातोः उपधयोः अनुवृत्तिसहितसूत्रं हलः धातोः उपधयोः रोः उपधायाः इकः दीर्घः भवति. अतः तत्र हलीच इति सूत्रे किम् आसीत् अनुवृत्तिसहितसूत्रम् एकवारं वदति वा तत्र? हलीच इति सूत्रस्य अनुवृत्तिसहितसूत्रम् हलीच इति सूत्रस्य अनुवृत्तिसहितसूत्रमस्ति रोः धात्वोः उपधायाः इकः दीर्घः हलि. तत्र हलीच इत्यत्र हलि इति सप्तम्याम् आसीत्, उपधायां च तस्मिन् सूत्रे तद् हलीति यद् अनुवृत्तिः आगच्छति तस्य तु परिवर्तनं जातं विभक्तिपरिणामेन षष्ट्यन्तं स्वीकृतम्। हलः धातोः उपधयोः रोः उपधायाः इकः दीर्घः, उपधायाः इकः दीर्घः इति कार्यं समानं द्वयोः सूत्रयोः, परन्तु अन्यत् सर्वं किञ्चित् परिवर्तनं जातम्। हलः धातोः उपधयोः तत्र यत् हलि इति सप्तम्याम् अस्ति अत्र इदानीं षष्टि अन्ततया स्वीकृतम्। हलः धातोः षष्टि विशेषणधातोः इत्यस्य विशेषणं हलः कीदृशधातोः, हलः धातोः उपधयोः रोः तदपि षष्टि, तत्र कीदृश उपधा इत्युक्ते रेपान्तमकारान्त भूत उपधा, धातूनां यौ उपधभूतौ रेपवकारौ हल्परौ ताभ्यां प्राक् वर्तमानस्य इकः दीर्घादेशः भवति इति अस्ति। तदेव तस्मिन्नेव विषये इतोपि अस्ति, तदपि पठामः। उषा भगिनी पठति वा, अत्र प्रश्नः उदेति। आं भगिनि, सुध भगिनी, अत्र यथा भगिनी उक्तवती हलि इति हलः धातोः इति भवति, तदेव मुख्यविषयमस्ति। सत्यं, तस्मिन् विषये एव अत्र आगच्छति। अत्र प्रश्नः उदेति, यत् साक्षात् हलि इति अनुवृत्तिः आनीयते चेत् इष्टः अर्थः सिद्ध्यति किम्? काशिका व्याख्यायां हल् परौ इति उपयुज्यते, न तु हलि। ओके, यद्यपि हलि इति अनुवृत्तिः भवति, काशिकाव्याख्यायां हल् परौ इति उपयुज्यते, न तु हलि। द्वयोः मध्ये भेदः कः इति अवलोकनीयम्। हलि इत्यस्य अर्थः परसप्तमी, हलि परे। तत्र हलि च इति सूत्रे हलि इत्यस्य कथनेन अर्थः स्पष्टः भवति। ओके, हलि च इति सूत्रस्य हलि इति परसप्तमी। ओके, रुवोः धात्वोः उपधायाः इकः दीर्घः हलि, जृयोगः श्यन् इति स्थिते रुवो जिर् भवति, ऋत धातोः योगः यकारः श्यन्, हलि च इत्यनेन जिर् इति जीर् इति भवति, यतोहि हलि परः अस्ति, हलि अत्र यकारः न तु ऋकारः। ओके, अत्र हलि इत्यनेन न कोऽपि भ्रमः, केवलम् एकस्य वर्णस्य सङ्केतः सम्भवति, नाम धातोः अनन्तरं यः वर्णः। किमर्थम् इति चेत् रुवोः धात्वोः इत्यनेन रेफान्तधातोः वकारान्तधातोः षष्टिविभक्तौ च, रुवोः षष्टिविभक्तौ हलि सप्तमी विभक्तौ, अतः सामानादिकरण्यस्य अभावात् वर्णान्तरं सामानादिकरण्यस्य अभावात् तस्मात् हलि इत्यनेन धातोः अनन्तरं यः वर्णः इत्येव अर्थः सम्भवति, अनेन च स्पष्टता जायते। ओके, इृ य इति इङ्गितम् इति इङ्गितम्। ओके, जिर्य इति कृते जकार इकार रकार यकार। ओके, इति इङ्गितम्। ओके, अत्र परिच्छेदे अस्ति, प्रश्नः उदेति, अस्माकं पुरतः रुवोरुपधाया दीर्घ इकः हलि च उपधायां च इति अस्ति। रुवोरुपधाया दीर्घ इकः हलि च इत्यनेन हलि इति परसप्तमी इत्यनेन हलि परे इति अस्ति। हलि च इति सूत्रे हलि इत्यस्य अर्थः स्पष्टः भवति, यतोहि अत्र उदाहरणं दत्तं जृयोगः ष्यन् इति स्थिते ऋतयुद्धतोः इत्यनेन जिर् इति भवति, ष्यन् इत्यस्य यकारः भवति, हलीच इत्यनेन यकारः इति यकारः हलीच हली इत्यनेन यकारः सूचयति, यद्यपि इ इत्यस्य अनन्तरं रकारः अपि रेपः अपि हलि हलि च इत्यनेन यकारः अपि सूचयति, परसप्तमी अस्ति अस्ति कृतः अत्र हलि च इत्यनेन परसप्तमी स्पष्टी भवति, किन्तु अग्रे पठामि वा भगिनि. तत्र प्रश्नः तु किमर्थं तत्र हलि इति वयं न स्वीकृतवन्तः, हल हलः इति तत्र परिवर्तनं किमर्थं जातम्? अतं वयं हलि इत्येव स्वीकुर्मः चेत् तत्र क्लेशः कः इत्येव प्रश्नः. तत्र एकं हलीच इत्यस्य किं भवति इति अस्मिन् परिचये उक्तं, तत्तु स्पष्टं किल. इदानीम् उपादायां च इत्यत्र किन्तु किन्तु उपादायां च इति सूत्रे हलि इति अनुवृत्तिः यथावत् आनीयते चेत्, हलि इति एव आनीयते चेत् समस्या उदेति. काशिकावृत्तायां धातोः उपधाभूतौ यौ रेफवकारौ हल् परौ तयोः उपधाया इकः दीर्घः भवति इति अस्ति. काशिकावृत्त्यां धातोः उपधाभूतौ यौ रेफवकारौ हल् परौ तयोः उपधायाः इकः दीर्घः भवति. कृत् इति कृते ऋकार उपधाधातु ऋतय् धातोः इत्यनेन किर्त् इति भवति, कीर्तयति इति रूपं सिद्ध्यति. हल् परौ इति बहुव्रीहिः, हलः परः यस्मात् सः हल् परः, हलः परः यस्मात् अलः परः यस्मात् सः हल्परः बहुव्रीहिः. ओके, यस्मात् हलः परः. ओके, हलि च इति सूत्रे हलिपरे इत्येव अर्थः, हलिपरे इत्येव अर्थः. किन्तु उपादायां च इति सूत्रे बहुव्रीहिसमासः हलः परः आभ्यां रुवोः इत्यस्य विशेषणं हल्परौ इति. ओके, अत्र हल्परौ इत्यस्य आशयः फलितार्थः एवं यत् धातुः हलन्तः अस्ति. उपादायां च इति सूत्रस्य अनुवृत्ति दत्तम् अस्ति, हलः धातोः उपधयोः रुवोः उपादायाः इकः दीर्घः. अत्र हलि च इत्यस्य हलि इत्यस्य अनुवृत्तिः विभक्तिपरिणामेन षष्ट्यन्तं भवति, हलः इति हलः इति भवति. हलः धातोः विशेषणविशेष्यं भवति. हलः धातोः उपधयोः रुवोः, यस्य धातोः उपधा यस्य धातोः हल् अस्ति, अन्ते हल् अस्ति, तद्धातोः कृते उपधा अस्ति चेत् रकार वकार रेपवकार उपधा अस्ति चेत् तत् उपधायाः रकार रुवोः रकार रेफवकार उपधा रेपवकारपूर्वस्य स्थित्वा इकः दीर्घः भवति इति दत्तम् अस्ति. किन् उपादायां च हली च इत्यनेन हली इति अनुवृत्तिः यथावत् आनीयते, हली इति गृह्यते चेत् समस्या का इति अत्र उक्तम् अस्ति. काशिकावृत्त्यां धातोः उपधाभूतौ यौ रेफवकारौ धातोः उपधाभूतौ, सो यस्य धातोः कृते उपधा अस्ति रेफवकारः, हल् परौ तयोः हल् परौ इति चेत् हलन्तधातोः इति गृहीतव्यं. हल् परौ तयोः उपादायाः इकः दीर्घः भवति. कृत् इति किर्त् इति कीर्तयति इति भवति. हल् परौ इति बहुव्रीहिः इति गृहीतव्यं. बहुव्रीहिः हलः परः यस्मात् हलः परः यस्मात् सः हल् परः हलः परः यस्मात् अत्र हलः परः यस्मात् अत्र हलः रेफवकारौ सूचयति. सम्यक् वा भगिनि? कृत् इति अस्य एव वदतु, कृत् इति स्वीकृत्य वदतु कथं तत्र. कृत् इति कृते प्रथमं कार्यं ऋतै धातोः इत्यनेन किर्त् अन्दन् योगः य योगः टि उपधायां च इति सूत्रस्य निमित्तानि अत्र पूरितानि वा इति प्रदर्शयतु. कृत् इति अस्ति हलः धातोः. सो हलन्तधातोः अत्र कृत् इति हलन्तधातोः हलः धातोः उपधयोः रुवोः अत्र रेपवकारौ उपधा रेपः रेफः उपधा अस्ति किर्त् इति भवति. रेफः उपधा अस्ति. तत् उपधा रेफ रेफस्य वकारस्य उपदा. सो यत् वर्णः रेफवकारौ पूर्वे अस्ति, साक्षात् पूर्वे अस्ति, तत् उपदा भवति. तत् उपदायाः इकः अस्ति चेत् दीर्घः भवति इति उपदायां च इत्यनेन अत्र रेफ रेफस्य उपदा साक्षात् इ अस्ति, ह्रस्व इकारः अस्ति. उपदायां च इत्यनेन कीर्तयति इति कि किर् इति कीर् इति भवति. अत्र तदेव तत्र निमित्तं पूरितं किल. अतः तत्र तदेव तत्र हलः हल् परौ इति यद् बहुव्रीहि इति तेन उक्तं, हलः परः यस्मात् सः, अतः तत्र कीर्ति इत्यत्र हलः परः हलः हल् परः यस्मात् सः. सो किर् इति भवति, किर् इति यस्मात् सः किर्. हल् परः इति रेपः सूचयति. हलः परः यस्मात् सः हल् परः किर्त्. ओके, हलि च इति सूत्रे हली परे इत्येव अर्थः, किन्तु उपदायां च इति सूत्रे बहुव्रीहिसमासः. हल हल् परः आभ्यां रुवोः. आम्, यस्य वाट् शुड् ऐ से, नाट् यस्य, युवोः यकारवक् यकार यत् ऋकारवकारयोः ययोः. आं भगिनि, ययोः रेपवकारयोः ययोः रेपवकारयोः धात्वोः हल् परः. तस्य उपादायः दीर्घः. तस्य उपादाय आं भगिनि, तस्य उपादायः रेपवकार उपादायः. कीदृशरेपवकारः? ययोर्रेवोः हल्परः अस्ति. सम्यक् वा? हल्परौ. आं भगिनि, ओके, अवगतं किल? आं भगिनि, आं भगिनि, आं भगिनि. अत्र हल्परौ इत्यस्य आशयः फलितार्थः एवं यत् धातुः हलन्तः अस्ति. ओके, हलन्तधातुः भवेत् तदेव भेदः. हलि च उपादायां च तयोः भेदः कः इत्युक्ते, हलि च इत्यत्र हल् परः भवेत् निमित्तम्, अत्र हलन्तधातु उपादायां च इति सूत्रस्य गृहीतव्यं हलन्तधातोः. हलन्तधातोः उपधयोः रुवोः रुवोः उपादायाः दीर्घ इकः. ओके सत्यम् इति भवति. धन्यवादः भगिनि. अरुणा भगिनी पठति वा? धन्यवादः भगिनि. यदि वदामः, यदि वदामः धातोः उपादायोः रुवोः उपादायाः इकः अलि लयौ उपादायोः लेहवकारयोः अनन्तरं कश्चन वर्णो भवति. पुनः हलि इति परसप्तम्या उच्यते चेत् तदनन्तरं कश्चन हल् वर्णः स्यात्, न तु अयं पकारः यः उपादायोः कथनेन सिद्ध्यति. एतदर्थम् अस्य वर्णार्थं काशिकाकारः हल् परौ इति उपयोगं करोति. अनेन इष्टं समानादिकारणीयं सिद्ध्यति. ओके, अत्र उपादायां सूत्रं विग्रहवाक्य अन्वयं दत्तं धातोः उपादायोः रोः उपादायाः एकः हलि दीर्घः. धातुस्थले रेफा अर्वकार अस्ति. तत्पूर्वम् उपदायिक इक् वर्णः अस्ति. हलि इति फले दीर्घः भवति. वयं जानीमः उपदायोः रोः इत्यस्य कथनेन एव रेफवकारयोः अनन्तरं कश्चन वर्णः भवति. पुनः हलि हलि इति परसप्तम् उच्यते चेत् तदनन्तरं कश्चन हल् वर्णः स्यात् न अवगतं, न तु अयं तकारः. किं भवति तत्र यदा वयम् उपदयोः रुवोः इति वदामः चेदेव उपदा कथं भवति? उपदा इत्युक्ते एकः वर्णः अस्ति, तस्मात् पूर्वं यत्किमपि भवति तदेव उपधा किल. यदा वयं किर्त् इति स्वीकुर्मः चेत् तत्र रेपः तकारस्य उपधा किर्त् इत्यत्र. रेपस्य उपधा वर्णः कः? इकारः, पूर्ववर्णं किल एव उपधा. अतः यदा वयम् उपदयोः रोः इति वदामः चेत् रेपवकारात् अनन्तरम् एकः वर्णः भवति वा? न न, इदानीं पश्यतु किर्त् इत्येव स्वीकरोतु. यदा रेपः इति उपधा वर्णः इति अहं वदामि चेत् तस्मात् अनन्तरम् एकः वर्णः अस्ति वा? तदेव अस्ति किल. तत् तकारः अस्ति चेदेव रेपस्य उपदा इति नाम, अथवा रेफान्तं भवति किल. यदा वयं रेफस्य उपदा वर्णः कः? इकारः. अतः रेपः अस्ति एव किल, तदेव इकारस्य उपदा इति संज्ञा भवति. पेनल्टिमेट् इति कदा वदामः? अन्ते किमपि अन्यवर्णः इत्युक्ते अन्ते इति न, साक्षात् अनन्तरम् अन्यवर्णः भवति एव किल. तदेव ते वदन्ति उपदारोः इत्यस्य कथनेन रेपवकारयोः अनन्तरं कश्चन वर्णः अस्ति भवति. पुनः यदा अहं हलि इति परसप्तमी, तत्र वयं साक्षात् परसप्तमी सूत्रे आनयामः चेत् तदनन्तरमपि कश्चन वर्णः अस्ति इति वयम् अवगच्छामः किल. यदा वयं कीर्तिति तत्र हलि च हलि परे इति स्वीकुर्मः चेत् कीर्त् इत्यस्य अनन्तरमपि किमपि हल् वर्णः अस्ति इति अवगच्छामः किल. तादृश अर्थः आगच्छति, तदेव तेषां विवक्षा अस्ति. हल् वर्णः स्यात्, न तु अयं तकारः यः उपादायाः कथनेन सिद्ध्यति. तत्र किं भवति किर्त् अनन्तरं किमपि हल् परः अस्ति चेत् किर्त् इत्यस्य किमपि कार्यं भवति इति तादृश अर्थः आगच्छति इति वदति. एतदर्थम् आं भगिनि अवगतं भगिनि किर्त् विषये कृत् दातु विषये जगत्तादर्थम् अत्र प्रकार अन्तः अस्ति परन्तु रेफ उपदातु उपदा रेफस्य पूर्वम् उत्वर्णः अस्ति ततः अल्लि परे प्रकारस्य अत्र प्रष्टुं शक्यते यदि उपदायोः इत्यस्य कथनेन सकारः सिद्ध्यति तर्हि पुनः हल् इति उल्लेखस्य सा आवश्यकता एकमकारयोः अनन्तरं स्वरः न स्यात् तस्य च स्वरस्य वर्णवारणार्थं हल् इति वदनम् आवश्यकम् किन्तु हलि इत्यनेन परसप्तमी उच्यते चेत् पुनः धातोः अनन्तरम् अन्यस्य हल् वर्णस्य युतं भवति न तु रेफवकारयोः अनन्तरं यः पूर्वोक्तमकारः अत्र उपदायोः यदि उपदायोः उपकरेण सकार उपद उपदायोः इत्यस्य कथनेन सकारः सिद्ध्यते पुनः पठामि भगिनि यदि उपदायोः इत्यस्य कथनेन तकारः सिद्ध्यति तर्हि पुनः हल् इति उल्लेखस्य का आवश्यकता रेफवकारयोः अनन्तरं स्वरः न स्यात् य रेफकारयोः अनन्तरं स्वरः नास्ति तस्य च स्वरस्य वर्णार्थं हल् इति वदनम् आवश्यकं किन्तु हलि इत्यनेन हलि इति परसप्तमी उच्यते चेत् पुनः धातोः अनन्तरम् अन्यस्य हल् वर्णस्य लिखितं भवति न तु रेफवकारयोः अत्र कीर्त् धातु उपदायोः इति स्वीकृत्य अत्र सकार अन्तवर्णः अस्ति अतः हल् इति वदनम् आवश्यकं किन्तु हलि इति उक्तं चेत् उच्यते चेत् पुनः धातोः अनन्तरम् अन्यस्य हल् वर्णस्य युतं भवति न तु रेफवकारयोः न अवगतं तत्र यदा वयम् उपधयोः इति वदामः चेदेव तत्र पूर्वम् एकः वर्णः अस्ति अथवा परः एकः वर्णः अस्ति वयम् अवगन्तुं शक्नुमः किल तदेव पूर्वस्मिन् परिच्छेदे आसीत् तत्र उपधयोः इति अहं वदामि चेदेव तत्र तकारः अस्ति इति अवगन्तुं शक्नुमः तत्र किमर्थं हल् इति हल् परौ इति हल् इति विषयः किमर्थं हल् इति किमर्थं तत्र अनुवृत्तिः आगच्छति तदपि तस्य वचन क्षम्यतां विभक्तिपरिणामं कृत्वा वयं किमर्थं तत् स्वीकृतवन्तः इति प्रश्नस्य उत्तरम् अस्ति रेफवकारयोः अनन्तरं तत्र स्वरः अपि भवितुमर्हति तादृशं न आवश्यकं परन्तु हल् एव हल् वर्णः एव साक्षात् हल् वर्णः एव भवेत् इति तस्य वारणार्थं तस्य समस्यायाः वारणार्थं स्वरस्य वारणार्थं हल् इति स्वीकृतवन्तः इत्येव तत्र उत्तरं यदा वयं हलि इति तद् एकम् उत्तरम् उत्तरस्य द्वितीयभागः यदा वयं हलि इति स्वीकुर्मः चेत् तत्र का समस्या इत्युक्ते तत्र परसप्तमी भवति हलि इत्यनेन तत्र किं भवति तत्र हल् वर्णस्य इङ्गितं धातोः अनन्तरम् एकः हल् वर्णः भवेत् इति तादृश इङ्गितं भवति तत्र तकारः इति इङ्गितं न भवति इत्येव ते वदन्ति समस्यायाः उत्तरम् अवगतं किल. पार्ट् ए पार्ट् बि इति उत्तरद्वयम् एकस्य प्रश्नस्य. अवगतम्. अन्ये अपि अवगतवन्तः वा? एकवारमपि वदतु कृपया महोदय. तत्र प्रश्नः एवम् अस्ति, तत्र उपदायाः उपदयोः इति भोः उपदयोः इति सूत्रे एव अस्ति. समीचीनम्. अतः तत्र किमर्थं हल् इति अनुवृत्तिः आनेतव्यम् इति प्रश्नः. यदा उपधा इति वदामः चेदेव अनन्तरम् एकः वर्णः अस्ति इति वयम् अवगन्तुं शक्नुमः. सर्वदा तादृशमेव किल. अतः तत्र हल् इति किमर्थम् इति प्रश्नः. यदा रेफवकारात् अनन्तरं स्वरः अपि भवितुमर्हति. यदा वयं किम् अस्ति किमपि उदाहरणम् इदानीं मनसि न आगच्छति. तत्र कथा इति यदा वदामः, कथा इति धातुः, तत्र तकारस्य उपधावर्णः अकारः अस्ति किल. तकारः अकारः अकारः तकारः अकारः. अतः तकारस्य उपधावर्णः अकारः एव अस्ति किल. तादृशं मा भूत्, तादृशं न आवश्यकम्. अतः तत्र हल् इति ते वदन्ति. तत्र योजितं हलन्तः धातुः एव भवतु, तस्य उपधारेपवकारः भवतु, तस्मात् पूर्वं यद् उपधाभागः अस्ति तस्य इक्वर्णस्य दीर्घः इति. तत्र त्री पार्ट्स् अस्ति, तदेव ते उक्तवन्तः. तदेव प्रथमभागस्य प्रथम उत्तरं. द्वितीयं हली इति अहं वदामि चेत् तत्र तत्र कः दोषः इत्युक्ते, तत्र यदा अहं हली इति वदामः चेत् तत्र साक्षात् धातोः परं हल् वर्णः भवति चेत् कार्यं भवति इति अर्थः आगच्छति. सकारस्य उल्लेखः तत्र न भवति. तद् अस्माकम् इष्टम् अस्ति तद् सूत्रे. तत्र तकारः एव, तकारात् पूर्वम् उपधाभूतरेपवकारः इत्येव वयम् इच्छामः. अतः तदेव इङ्गितमस्ति. अतः तत्र हल् इति स्वीकरणीयम्. हलः इति षष्टि अन्ततया स्वीकरणीयं, न तु सप्तमी अन्ततया इत्येव ते वदन्ति. अवगतं वा? आम् आम् आम् महोदय, धन्यवादः. अस्तु, धन्यवादः अरुणा भगिनी. महोदय पठति वा पुनः? तर्हि अस्ति वा महोदय? तर्हि अत्र हल् परौ इति कथनेन हलन्तदातोः इति फलितार्थः. हल् परौ इति कथनेन हलन्तदातोः आम् इति फलितार्थः. हल् परौ इति नूतनशब्दस्य संयोजनेन विना इष्टमर्थं साधयितुम् इच्छामः चेत् धातोः उपधयोः रोः उपधायाः इक् दीर्घः इत्यस्मिन् धातोः इति अनुरोधेन हलि इत्यस्य अपि षष्ट्यन्तत्वेन परिणामः कर्तव्यः. आहत्य अलः धातोः उपधयोः रोः उपधायाः इकः दीर्घः इति उच्यते चेत् समानाधिकरण्यत्वेन इष्टः अर्थः सिद्धः भवति. इत्थञ्च हलः इत्यनेन यः वर्णः अभिलक्षितः, पुनः उपधयोः इत्यनेन रेपवकारयोः अनन्तरं यः वर्णः अभिलक्षितः द्वयोः सङ्गमनम्. तत्र यदा इतः पर्यन्तं भवत्या उक्तम् एतदेव तत्र दत्तं. किमस्ति चेत् अत्र हल्परौ कथनेन हलन्तधातोः इति एव अत्र फलितार्थः अस्ति. हल्परौ इति नूतनशब्दस्य संयोजनेन संयोजनेन विना इष्टम् अर्थं साधयितुम् इच्छामः चेत् धातोः उपधयोः रुवोः उपधायाः इकः दीर्घः इत्यस्मिन् धातोः इति अनुरोधेन हलि इत्यस्य अपि षष्ठ्यन्त्यमेव परिणामः कर्तव्यः. अत्र अहलः इति रूपेण एव धातोः अनुरोधेन परिणामः कर्तव्यः इति. आहत्य हलः धातोः उपधयोः रुर्वोः उपधायः इकः दीर्घः इति उच्यते चेत् अद् एतत् हलः धातोः उपधयोः रुर्वोः उपधायः इकः दीर्घः इति कार्यमस्ति एव, परन्तु एतत् समानाधिकरणत्वेन इष्टः अर्थः इकः दीर्घः इति सिद्धः. एतत् अर्थः अपि सिद्धः भवति एव. इत्थञ्च हलः इत्येन यः वर्णः षष्ट्यत् षष्ट्यर्थरूपेण अत्र यः वर्णः अभिलक्षितः, पुनः उपधयोः इत्यनेन रेपवकारयोः अनन्तरं यः वर्णः तत्र अत्र अन्तिमपङ्क्तिः किम् अस्ति महोदय? तत्र यदा वयं तद् कीर्त् धातुः एव पुनः स्वीकुर्मः, कीर्त् इति अस्ति. कीर्त् इत्यत्र हलः धातोः उपधायाः उपधयोः रुवोः उपधायाः इकः दीर्घः इत्यनेन तत्र हलः इत्यनेन यः वर्णः इत्युक्ते तकारः अभिलक्षितः, पुनः उपधयोः इत्यनेन रेपवकारयोः अनन्तरं यः वर्णः तदपि तकारः, द्वयोः सङ्गमनं साम्यम्. उदाहरणमेव एतत् अत्र कीर्त इति भवति. अनन्तरं हलिपरे हल् वर्णः परे अस्ति चेत् अत्र दीर्घः भूत्वा कीर्तयति इति भवति. सत्यं तदेव कार्यं करोति इत्येव. अतः एव तत्र हल् परौ इति एकं नूतनं शब्दम् आनीय तत् योजयित्वा सूत्रं दीर्घं भवति इति सर्वं तादृशं सर्वं मास्तु इति कृत्वा यद् हलि इति यद् पूर्वस्मिन् सूत्रे अस्ति तद् तत्र किञ्चित् विभक्तिः एव परिणामं कृत्वा तत्र षष्ट्यन्तत्वेन स्वीकुर्मः इत्येव अस्ति. अग्रे पठतु भगिनि. निगमनम् एवं यत् निगमनम् एवं यत् उपधयोः इत्यस्य कथनेन एव रेपवकारयोः अनन्तरम् अन्यवर्णः अस्ति, ततः अग्रे पुनः हलि संयुज्यते चेत् हलि उपधयोः रेपवकारयोः अनन्तरं यः वर्णः अनयोः अन्वयः नास्ति इत्यस्मात् हलि इति कथनेन अन्यवर्णः. पूर्वं तत्र रेपवकारयोः अनन्तरम् अन्यवर्णः अस्ति इति स्वीकुर्मः चेत् अग्रे पुनः अलि संयुज्यते. अलि इत्युक्ते अत्र सप्तमी. एतत् हलि उपधयोः रेपवकारयोः अनन्तरं यः वर्णः अनयो आगच्छति चेत् अनयोः अन्वयः नास्ति इति. अतः अलि इति कथनेन अन्यवर्णः नास्ति एव खलु महोदय? एतत् एतदेव. अस्य निवारणार्थं काशिकायां धातो उपधा ऊतौ यौ रेपवकारौ हल्परौ तयोः उपधायाः इकः दीर्घः भवति इति पूर्वमेव उक्तमेव. एतत् विषये एव वयं चर्चितवन्तः इतः पर्यन्तम्. अस्मिन्नेव अर्थे अनुवृत्तिसहितसूत्रम् एवं अलः धातोः उपधयोः रुर्वोः उपधायाः इकः दीर्घः इति तत्र अन्ते समीचीनतया एतत् कार्यं किमर्थं भवति इति तत्र दत्तम्. अलः धातोः उपधयोः रेपवकारयोः उपधायाः इकारः दीर्घः भवति इति तत्र दत्तम्. अतः हलि इति सप्तम्यां नास्ति, हलः इति षष्ट्यां स्वीकृत्य फलः धातोः उपधायोः रुवोः उपधायाः इकः दीर्घः इति एव स्वीकरणीयम् इति तत्र विवक्षा. अस्तु, धन्यवादः भगिनि. महोदय पुनः आगतवान् वा? उषा भगिनी पठति वा? आं भगिनि. लक्ष्यानुरोधेन तत्र लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनं कर्तव्यं, न तु विपरीतं. सूत्रार्थ अनुगुणं लक्ष्यं भवति इति नास्ति. आम्, तदर्थं कुत्रचित् आनयन अवसरे विभक्तिपरिणामः वचनपरिणामः च आवश्यकः भवति. ओके, लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनं इति आवश्ये काशिकायां धातुः उपधाभूतौ यौ रेफवकारौ हल्परौ तयोः उपधायाः इकः दीर्घः भवति. हल्परौ इत्यस्य स्थाने हलः भवति चेत् अनुवृत्तिसहितसूत्रे फलितार्थः एक एव समानः. आं भगिनि, लक्ष्यानुरोधेन सूत्रस्य अर्थवर्णनं कर्तव्यं. लक्ष्यानुरोधेन अत्र अस्माकं लक्ष्यं हली इति हली परे इति नास्ति, परसप्तमी नास्ति, हलन्तधातोः इति स्वीकर्तव्यं. न तु विपरीतं, सूत्रार्थ अनुगुणं तदे अमीन् हल्लन्तधातोः एव इष्यते, तदेव लक्ष्यं. लैक् कुर्द् इति अमीन् कीर् वट् इट् बीस् कीर्तयति कृत् इति कीर्तयति, कीर् इति दीर्घः उपधायां च इति सूत्रेण भवति. उपधायां च इति सूत्रस्य विवरणमेव अत्र दत्तं. लक्ष्यं कीर्त इति दीर्घसिद्ध्यर्थं सूत्रार्थानुगुणं लक्ष्यं भवति. ओके, इति नास्ति, सूत्रार्थानुगुणं लक्ष्यं भवति इति नास्ति, लक्ष्यस्य अनुगुणमेव सूत्रं भवति इति. ओके, तदर्थं कुत्रचित् अनुवृत्ति आनयन अवसरे अत्र हली इति आनयति उपधायां च कृते, विभक्तिपरिणामः भवति वचनपरिणामः च आवश्यकः भवति. लक्ष्यानुरोधेन इष्ट अर्थः इष्ट रूपं स्वीकर्तव्यं कृत इति लक्ष्यानुरोधेन अर्थवर्णनम् इति आशये काशिकायां धातुः उपधाभूतौ यौ रेफवकारौ यः धातोः उपधा अस्ति रेफवकारौ हल्परौ इति हलन्तधातोः तयोः उपधायाः इकः तादृश रेफवकारौ पूर्व इकः दीर्घः भवति इति अर्थं स्वीकर्तव्यं. हल्परौ इत्यस्य स्थाने हलः भवति चेत् अनुवृत्तिसहितसूत्रं फलितार्थः एक एव समानः. ओके, अग्रे पठामि वा भगिनि? समीचीनं, तत्र लक्ष्यम् अस्माकं तु इष्टरूपसाधनीयमेव, तेन तस्य आधारेण एव वयं सूत्रस्य अर्थवर्णनं कुर्मः, तदेव तत्र मुख्यविषयः. तु विपरीतं, सूत्रस्य अनुगुणेन वयं लक्ष्यं न साधयामः. अस्माकं रूपं तु पूर्वमेव अस्ति, भाषायां रूपाणि सन्ति, तत् कथं साधनीयं, तेषां कृते अस्माकं यानि सूत्राणि प्रदर्शितानि पाणिनिमहर्षिणा तस्य अर्थं कथम् अवगन्तव्यम् रूपसाधनार्थमेव लक्ष्यम् इति अग्रे पठति. उपधायां च इत्यस्य अन्यत् उदाहरणं कुर्द इति भ्वादिगणधातु, क्रीडति नृत्यति इति अर्थः अस्ति. कुर्द इति कृते उपदेशे अच् अनुनासिक इत् इत्यनेन अन्त्य अकारः लोपः भवति. कुर्द इति भवति. कुर्द इति उपधायां च इति ओके वाट् डु वि काल् द त्रिपादिसूत्र त्रिपादिसूत्र उपधायां च इति सूत्रेण कूर्द् इति भवति, दीर्घः भवति. उपधायां च इति सूत्रस्य पठनमेव तत् सा तत् उपधायां च इति सूत्रं पठितवन्तः. कुर्द् इति उपधायां च इति सूत्रेण कूर्द् इति भवति. उपधायां च सूत्रः वदति हलः धातोः उपधयोः, हलन्तधातोः अत्र द् इति हलन्तधातुः, कुर्द् इति हलन्तधातुः दकारः, धातोः उपधयोः रुवोः. उपधयोः रुवोः कुर्द् इति उपधा अस्ति, रेपः अस्ति. रेपस्य रुवोः रुवोः उपधायाः रुवोः उपधायाः अत्र उकारः अस्ति. तद् उकारः इकः अस्ति. तत् उकारः दीर्घः भवति. कुर्द् इति कूर्द् इति भवति. अत्र हलन्तधातोः इति अवश्यं हलन्तधातोः उपधा अपि रेपवकारः. रेपवकारस्य उपधा इकः अस्ति. अत्र उक उवर्णः अस्ति. उवर्णः दीर्घः भवति उपधायां च इति सूत्रेण. कूर्द् प्रथमगण कूर्द् योगः आत्मनेपति धातु. कूर्द् योगः ते शप् कर्तरि शप् इत्यनेन शप् आयाति. ते इत्यस्य ते इति सार्वधातुकप्रत्ययः. कर्तरि सार्वधातुके प्रत्ययः परः अस्ति. कूर्द् योगः ते कूर्द् सो शप् आयाति. कूर्द् योगः शप् योगः ते कूर्दते इति रूपं सिद्ध्यति. तथैव कुर्द् कुर्द इति धातुः अपि कुर्द अपि प्रथमं कुर्द् कुर्द् इति भवति. उपधायां च इत्यनेन कुर्द् इति भवति. देन् ओके ऐ डोण्ट् नो आत्मनेपति परस्मैपति प्रायः आत्मनेपति. सो कूर्दते अपि अनन्तरं धातु गुर्द इति दत्तं, तदपि गूर्दते इति रूपं सिद्ध्यति. अग्रे पठामि वा भगिनि? धन्यवादः भगिनि. अरुणा भगिनी प्रायः करोति. अरुणा भगिनी करोति वा? धन्यवादः. उपधायाश्च प्रकृतविषये चुरादिगणीय कृत् धातु. प्रकृतिविषये चुरादिगणीय कृत् एकनिमिषं भगिनि क्षम्यताम् एकनिमिषम्. एकनिमिषं भगिनि अहं पुनः चिन्ता हलो श्रूयते खलु भगिनि श्रूयते महोदय अस्तु धन्यवादः उषा भगिनी नमस्ते क्षम्यताम् आं भगिनि अत्र आगतं सो अहम् इदानीं मम मार्गे एतत् सर्वं सम्यक् अस्ति वा इति मम भोजनं करोमि ओ ओ ओ एवं वा क्षम्यतां कोऽपि आगतवन्तः अतः एव किञ्चित् गन्तव्यम् आसीत् क्षम्यताम् अतः कुत्र स्मः अरुणा भगिनी क्षम्यतां पठतु क्रूत् धातुः क्रूत् धातुः चित् इति भवति उपादायाश्च इति सूत्रेण चित् अनन्तरं कृत् भवति पुरन्द्रपः इति सूत्रेण एव आगच्छति कृत् योगः कित् उपादायां च इति सूत्रेण रेफा उपदा पूर्व एकवर्णः अस्ति दीर्घः भवति कीर्त इति रूपं भवति सुरादिगणे स्वार्थे निच् आगच्छति कूत् योगः निच् कीर्ति इति धातुः कीर्ति योगः शब् कीर्तय इति अङ्गं कीर्तय कीर्तयति कीर्तयते इति रूपद्वयम् उपयोगदस्ति कीर्ति इति अतः सूत्रद्वयमस्ति उपादायाञ्च इति एकं सूत्रम् उपादायां च इति सूत्रं द्वितीयं सूत्रम् एकं तु सप्तम अध्याये प्रथमपादे अस्ति द्वितीयं तु अस्माकं त्रिपादिसूत्रं यस्य विषये वयम् इदानीं पठितवन्तः इदानीम् उपादायाञ्च इति सप्तम अध्यायस्य सूत्रम् एकवारं पठतु भगिनि धातोरुपदाहूतस्य उपादायाश्च धातो धातोः उपदाभूतस्य रूतः इत्यस्य धातोः उपदायां स्थितस्य दीर्घरुकारस्य अश्वयुकारौ आदेशो भवति उपदायाः पश्यन्तं सा अग्रिम विपदविदंशन्तं रूत् रूत इत्धातोः इति इत्यस्य सूत्रस्य पूर्णतया अनुभूतिः अङ्गस्य इति अधिकारः अनुभूतिचैतसूत्रं धातोः अङ्गस्य उपादायाश्च रूपः अत्र उपादायाश्च इति सूत्रं वदति धातु धातोः उपदा अवस्थायां स्थितः रू दीर्घरुकारः अश्वैकारः आदेशः भवति अतः तत्र धातोः उपदाभूतस्य ऋतः तस्य इत् भवति अतः अस्माकं कृत् धातोः निमित्तं पूरितम् इति प्रदर्शयतु भगिनि कृत् धातु अत्र अकारादि रु इति दीर्घरुकार उपदायाम् अवस्थायाम् अस्ति अतः उपदायाश्च इति सूत्रेण रूकारस्थाने इकार अश्वैकार आगच्छति चित् भवति तदनन्तरम् उरण्ड्रपरः इति सूत्रेण अकार आगच्छिरु स्थाने चेत् वा रेफापि आगच्छति इति नूतन रूपं लौकिक धातु अस्ति तदनन्तरम् आगतार्यमस्ति उपादायाश्च इति सूत्रेण उपदायस्ति चेत् पूर्वस्य इक् वर्णस्य दीर्घा भवति इति ऋत इति धातोः उपदायाश्च इति सूत्रयोः अनुवृत्तिसहितसूत्रे अन्वयः च शब्दक्रमश्च भिन्नः तस्य कारणं किमिति वक्तव्यम् अग्रे अपि पठतु तत्र अवगच्छति रूत इति धातोः रोदन्तस्य धातोः अङ्गस्य अश्व इकार आदेशो भवति. अनुवृत्तिस्वरूपं रोदः धातोः अङ्गस्य अस्ति. इदानीं वदतु भेदः कः उपादायाञ्च ऋत इति धातोः भेदः कः इति. अत्र ऋत इति धातोः अत्र ऋकार धातोः अन्ते ऋकार सत्यम् उपादायाञ्च इति अत्र उपदायां दीर्घ उपकार सत्यं तदेव भेदः. कार्यं समानम् इत्येव भवति, परन्तु यदा भवती उक्तवती ऋत इति धातोः इत्यत्र धातोः ऋकारान्तधातुः भवेत्, उपधायाञ्च इत्यत्र उपधायां ऋकारः भवेत्, तावदेव भेदः. सत्यं सम्यक्. पुरन् रपरः तु वयं जानीमः ऋकारस्य स्थाने सदा रपरः, अण् यदादेशः भवति सदा रपरः भवति. धन्यवादः भगिनि. तदेव अस्ति उपदायाञ्च उपदायाञ्च इति सूत्रद्वयम्. धन्यवादः भगिनि. महोदय आगतवान् वा? आगमाः आगमाः तत्र रब् जब् धातु रब् हिंसा रब् रध् हिंसा सम्राद्धयोः दिवादिगणिनः लटि रध्यति अर्थः टु हर्ट् टु सब्जू टु बिकम् सब्जेक्ट् टु एनि वन् टु डै टु बि कम्प्लीटेड् कास् टु हर्ट् टु अप्रेस् टु ड्रेस् इति. जभि गात्रविनामे भुवादिगणीयः लटि जपति जपते अर्थः टु कपिले टु यान् जम्पयति जम्पयति अस्तु टु यान् इति अस्तु. उपदेशे अयं मूलधातुः जभि इति इकारः अनुबन्धः न तु इकारः, अतः टिदितोनुं धातोः इत्यनेनुमागमः न भवति, परन्तु विशिष्टसूत्रे सूत्रमस्ति येन रध् जब् अनयोः धात्वोः नुम् आगमः विहितः. अस्तु रध् जब् इत्यनोः तत्र रध् हिंसायाम् अपि च जबि गात्रविनामे इति तत्र गात्रद्वयमस्ति, तेषां तत्र नुमागमः भवति. इदानीं जबि इति ईदित् अस्ति न तु इदित्, तथापि अत्र नुमागमः भवति. रध् इति तत्र किमपि नास्ति, अत्र नुमागमस्य किमपि निमित्तं नास्ति, परन्तु नुमागमः भवति विशेषसूत्रेण रवि जबे रचि इति सूत्रं सप्तमाध्यायपदपादस्य एकषष्टितमं सूत्रमस्ति. रद् जब् अनयोः धात्वः नुमागमः भवति अजादिप्रत्ययपदे. अङ्गस्य इत्यनेन अङ्गकार्यम् इदम्, अतः अचि इत्युक्तौ अजादिप्रत्ययपरे. रतिश्च जप् च तयोः इतरेतरद्वन्द्वः रदिजभौ तयोः रदिजभोः रदिजभोः षष्ट्यन्तम् अचिसप्तम्यन्तं द्विपदविधं सूत्रम् इदितो नुं धातोः इत्यस्मात् नुं धातोः इत्यनेन अनुवृत्तिः वचनपरिणामं कृत्वा धातोः इति. अङ्गस्य च अधिकारः अनुसृति सूत्रमस्ति. रदिजभोः धातोः अङ्गयोः नुम् अचिपरे अचिपरे इति. तत्र एतत्तु इदितनुं धातु इत्यस्मात् परसूत्रमस्ति अत् एतत् 57 68 61 अस्ति एतत् तत्र नुमागमः भवति रद् अपि जब् धातोः तावदेव. रद् रद् हेतुमति चेत् रद् यो गणिच् इदानीं रविजबे रचि इत्यनेन अच् णिच् अच् अच् अस्ति, अतः रद् इति भवति नुमागमः भवति. नश्च पदान्तरि इत्यनेन अनुस्वारस्य अनुस्वारादेशः रन्ध् युग इ अनन्तरम् अनुस्वारदे परस्वारण इति चतुर्थ त्रिपादे चतुर्थपादे अस्ति अष्टपञ्चाशतं सूत्रम्. अनेन परसावर्णं भवति इति तत् अनुस्वारस्य तत्र तकारे परि तत्र नकारः रन्धि इति निजतदातुः रन्धयति इति भवति. तथैव जबि जब् इति अस्ति हेतुमति चित्रेण तत्र जब् योग निच् तदा रतिजपि रचितनेन नुमागमः अत्र लक्षापदाचर्य अपि च अनुस्वाते परसवर्ण इत्यनेन जम्भ इति भवति. जम्भी इति नीजधातुः जम्भयति इति रूपम्. नश्चापदाचलि अपि च अनुस्वर्ति परसवर्णपरिचितसूत्रमस्ति. अनुसूत्रमस्ति नश्चापदाञ्जलि इत्यस्य अपदान्तस्य मह नः च अनुस्वारः जलिसंहितायाम्. अपदान्ते स्थितस्य मकारनकारस्य अनुस्वारः भवति झलिपरे संहिताविषये इति एकमस्ति. त्रिपादीसूत्रमस्ति. चतुर्विंशतितमसूत्रमस्ति. अनुस्वारते परसवर्ण इति चतुर्थपादे अस्ति. अष्ट पञ्चाशतमसूत्रमस्ति. अनुस्वारते परसवर्णः संहितायाम् इति अतः रदिजगो रचि इत्यनेन नुमागमः भवति रद् हेतुमति च इत्यनेन खलु द्वितीयबिन्दुः रब् रभस्ये वादिगणे लटि रभते आ उपसर्गपूर्वकः आरभते अर्थः आरम्भं करोति. टु बिगिन् टु क्लाप् टु लाङ्ग् फर् टु आक्ट् राश्लि रबे रषब् लिटोः रब् धातोः नुमागमः भवति अजादि प्रत्यये परे अस्ति चेत्. किन्तु शब् लिट् परः चेत् न भवति. शप् च लिट् च शब् लिटौ न शब् लिटौ अशब् लिटौ तयोः अशब् लिटोः द्वन्द्वगर्भ नञ्ज तत्पुरुषः अस्ति. रबेः षष्ट्यन्तम् अशब् लिटोः सप्तम्यन्तं द्विपदमिदं सूत्रं लिटो नुं धातोः इत्यस्मात् नुं धातोः इत्यनयोः अनुवृत्तिः रदि जबो रचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं रबेः धातोः अङ्गस्य नुम् अचि अशब् लिटोः इति अस्ति. अत्र रब् भुवादिगणे अस्ति. अत्र लट् प्रत्यये रभते इति भवति. अनन्तरम् उपसर्गपूर्वक आ भवति चेत् आरभते इति भवति. अर्थः आरम्भं करोति इति. रवे रषब् लिटोः रब् धातोः नुमागमः भवति अजादि प्रत्यये परे अस्ति चेत्. परन्तु शप् अस्ति चेत् लिट् परः चेत् न भवति. लट् परः अस्ति चेत् एव तत्र नुमागमः भवति अजादिप्रत्यये परे अस्ति चेत्. परन्तु शपः शप् अस्ति चेत् लिट् परेः नुमागमः न भवति. शप् च एतत् सर्वं तत्र अस्ति. इदितो नुं धातोः नुं धातोः इत्यनयोः अनुवृत्तिः अत्र रदि जबोरचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसूत्रं रवेः धातोः अङ्गस्य नु अचि अशब् लिटोः अत्र अशब् लिटोः इत्युक्ते लिट् अनन्तरं शप् अस्ति चेत् अत्र नुमागमः न भवति इति. एतत् रवेः धातोः अङ्गस्य एव भवति. अजन्तप्रत्ययं परे अस्ति चेदेव भवति. अग्रे पठामि महोदय. रब् हेतुमति च रब् हेतुमति च रब् योगः निच् रबे रषब् लिटोः रण्ब् इति भवति. पूर्वमेव दृष्टवन्तः तत्र नुमागमः भवति इति. अतः रण्ब् इति भवति. रक्षपदान्तस्य जलि इत्यनेन तत्र अनुस्वारः नकारस्य स्थाने अनुस्वारः भूत्वा रण्ब् इति भवति. इदानीम् अनुस्वारस्य येयिपरसवर्णः अस्ति चेत् रम्ब् इति भवति. अनुस्वारस्य तत्र मकारस्य अन्तिमवर्णः मध्ये इम् भूत्वा रम्वियोगः इ भवति. इदानीम् अन्तिमरूपं रम्भि इति निजन्तदातुः, निजन्तदातुः तु रम्भयति इति भवति निच्योजनेन. परन्तु भुवागं शपि परे न नुमागमः. शप् एतत् पूर्वमेव दृष्टवन्तः, सप् अस्ति चेत् नुमागमः न भवति इति. रब् योगः शप् अकारः एव, ते रबते इति भवति, तत्र नुमागमः न भवति इति. केवलं तत्र यदा णिच् योजयामः अथवा किमपि अन्य अजादिप्रत्ययः परः अस्ति चेत् तत्र नुमागमः भवति, शप् लिट् औट् तु न भवति. समीचीनं, धन्यवादः. उषा भगिनी, लब् धातु. आं भगिनि, लब् धातुः डुलबश् प्राप्तौ भ्वादिगणे, भ्वादिगणीयधातुः. लटि लभते, अर्थः स्वीकरोति, गृह्णाति, प्राप्नोति इति. लभेश्च लभ् धातोः नुम् आगमः भवति अजादिप्रत्यये परे, किन्तु शप् लिट् परः चेत् न भवति. पृथक् सूत्रम् अग्रे अनुवृत्तेः कृते. ओके, ओ लभेः षष्ट्यन्तं च अव्ययं द्विपदमिदं सूत्रम् इदितो नुम् धातोः इत्यस्मात् नुम् धातोः इत्यनयोः अनुवृत्ति, अनुवृत्तिः रधि जबोर् अचि इत्यस्मात् अचि इत्यस्य अनुवृत्तिः, रभेर् अशब् लिटोः इत्यस्मात् अशब् लिटोः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं लभेः च धातोः अङ्गस्य नुम् अचि अशब् लिटोः इति अस्ति. लभेश्च इति सूत्रं, वाट् इस् दट् सूत्रं, रभे रभे शप् लिटोः इति सूत्रस्य साक्षात् अनन्तरम् अस्ति. तदस्मात् लभेः रबि रदिजबोर् अचि इत्यस्मात् अचि अनुवृत्तिः भवति, रभेर् अशब् लिटोः इत्यस्मात् अशब् लिटोः इत्यस्य अनुवृत्तिः भवति. सो लभे च धातोः अङ्गस्य, लभेः च धातोः अङ्गस्य नुम् अचि अशब् लिटोः इति भवति. लब् धातोः कृते नुम् आगमः भवति अजादिप्रत्यये परः अस्ति चेत्, अचि इति अस्ति. लभेः लब् धातोः कृते नुम् आगमः भवति अचि परः अस्ति चेत्, परन्तु परन्तु न शप् न लिट् इति अस्ति. ओके, पृथक् सूत्रम् अग्रे अनुवृत्तेः कृते इति दत्तं. लभेश्च इति लब् धातुः पूर्वसूत्रस्य कृते न न भवति, न दत्तम् इत्यस्य रीसन् भवति. पृथक् सूत्रं लब् धातोः कृते कृतं, यतोहि वाच्युडस्य अग्रे अनुवृत्तिः लब् इति धातोः आयाति. ओके, लब् हेतुमति च, लब् हेतुमति च इत्यनेन णिच् आयाति. लब् योगः णिच्, लभेश्च इति सूत्रेण लन्ब् भवति, नुम् आगमः भवति, लन्ब् भवति. नश्चापदान्तस्य जलि इत्यनेन नुम् आगमः मितचोन्त्यात् परः, सो लकार भकार मध्ये मित अच् अच् अन्त्य अच्, सो लकारस्य अन्त्य अच्. नश्चापदान्तस्य जलि इत्यनेन भकारः झल् अस्ति, नकारः अनुस्वारः भवति, लम् लन् लम्ब् भवति. अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य कृते ययि परः अस्ति, भकारः ययि अपि, सो अनुस्वारः मकारः रूपं भवति. लम्ब् योगः, लम्ब् योगः णिच् इत्यस्य कृते इ स्थिते, लम्ब् योगः इ इति कृते लम्बि इति नूतनधातुः सिद्ध्यति. निजन्त शप् रूपं भवति लम्बयति, लम्बि इति कृते लम्बियोगः शप् योगः इति लम्बयति इति भवति, परन्तु शप् इत्यस्य कृते लब् इति आत्मनेपथ्यरूपं भवति, अपि तु नुम् आगमः न भवति इति अत्र मुख्यविषयः, लब् योगः शप् योगः ते लभते इति इत्येव रूपं सिद्ध्यति। अतः रबे शब् लिटोः इत्यत्र एव लभः इति किमर्थं न उक्तम् इत्युक्ते तत्र अग्रे तस्य अनुवृत्तिः आगच्छति, अतः लब् धातोः कृते एकं सूत्रं समीचीनं, परन्तु तत्र अन्यत् किं सर्वं समानमेव, अचब् लिटोः नुम् अचि सर्वं समानमेव, लभे इति एव उक्तं प्रायः अग्रिमसूत्रे तस्य अनुवृत्तिः आवश्यकः इति कारणात्। भगिनि अत्र न मुख्यं जलोजलि इति पदान्ते अस्ति, लैक् संयोगान्तस्य लोपः राक्षस्य द्विच अनन्तरं जलोजलि, जरोजरि एव जरोजरि एव सवर्णे, जरोजरि जलोजलि इत्यस्य कार्यं किं, बिकास् इट् इस् राक्षस्य द्विच इति पूर्वसूत्रम् अस्ति, ऐ थिङ्क् मे बि सकारलोपः संयोगान्तस्य लोपः राक्षस्य द्विच जलोजलि जलः उत्तरस्य सकारस्य जलि परतः लोपः भवति, जरोजरि सवर्णे सत्यं जलोजलि सकारस्य लोपः जलि परतः सत्यं सम्यक्। अस्तु अद्य तत्र अग्रिमे अग्रे किम् अस्ति इति एकवारं वदामि, तत्र ह्रस्वत्वं तत्र आम् तत्र तदेव ह्रस्वत्वम् इति यद् भागः अस्ति डि भागः तस्य कृते एव अस्माकं स्थानिवत् भावः अचः परस्मिन् पूर्वविधौ सर्वम् आगच्छति, अतः तत्र अष्टाध्यायी डाट् काम् मध्ये सूत्रद्वयमपि किञ्चित् पूर्वावलोकनं कृत्वा आगच्छन्तु, स्थानिवत् भाव आदेशो अनल्विधौ अनन्तरम् अचः परस्मिन् पूर्वविधौ सूत्रद्वयमपि किञ्चित् तत्र पठित्वा आगच्छन्तु, वयं वर्गे अपि तस्मिन् विषये चर्चां कुर्मः। महोदयस्य करपत्रमपि अस्ति स्थानिवत् आदेशो अनल्विधौ इति अस्मिन् जालपुटे एव अस्ति, तदपि किञ्चित् पठन्तु, परन्तु अत्र तदेव अत्र प्रदर्शितं महोदयेन स्थानिगतादेशः कथम् आगच्छति सर्वं, किञ्चित् अष्टाध्यायी डाट् काम् मध्ये पठन्ति चेत् एक्स्ट्रा रीडिङ्ग् भवति, अतः तस्मात् किञ्चित् पठन्तु, तत्र वयं वर्गे चर्चयिष्यामः, तदेव अग्रिमसप्ताहे भविष्यति। अस्तु धन्यवादः, धन्यवादः, धन्यवादः भगिनी, नमस्कारः।